अद्यतनविषयः अस्ति असमवेतगुणानां ज्ञानम् इति. पञ्चाशीतितमे पुटे अस्ति अयं विषयः. तर्हि आरम्भात् प्राक् समवेतगुणाः नाम के, असमवेतान् गुणाः इत्युक्ते किम् इति किञ्चित् जानीमः. समवेतः इत्युक्ते समवायसम्बन्धेन विद्यमानः इति. समवेतः इत्युक्ते समवायसम्बन्धेन विद्यमानः गुणः. यथा पृथिव्यां गन्धः समवायसम्बन्धेन अस्ति, तर्हि गन्धः पृथिव्यां समवेतः गुणः इति उच्यते. तर्हि असमवेतगुणः इत्युक्ते तस्य विरुद्धार्थकपदं तावदेव. यः कोऽपि गुणः अथवा यः कोऽपि पदार्थः समवायसम्बन्धेन नास्ति चेत् असमवेतः, समवायसम्बन्धेन विद्यमानः समवेतः इति उच्यते. अपि च गते सप्ताहे कार्यकारणभावस्य विषये चर्चा जाता, तस्य किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम. कार्यकारणभावप्रसङ्गे चत्वारः विषयाः अवलोकिताः अस्माभिः. तत्र चत्वारि वाक्यानि आसन्: अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः च. कारणकार्यभावे कारणमपि अस्ति, तस्य फलरूपेण कार्यमपि अस्ति. यत्र कारणमपि अस्ति, कार्यमपि अस्ति, अपि च तादृशं ज्ञानं भवति, इदम् अस्य कारणम् इति ज्ञानं भूत्वा उभयोः उपस्थितिः अस्ति चेत् तत्र अन्वयसहचारः इति उच्यते. अन्वयसहचारः इत्युक्ते कारणस्य अपि च कार्यस्य च समानाधिकरणे विद्यमानत्वम्, उभौ अपि स्तः इति अन्वयसहचारः. व्यतिरेकसहचारः इत्युक्ते कारणं नास्ति परन्तु कार्यमस्ति. कारणं नास्ति, कार्यं, क्षम्यतां, व्यतिरेकसहचारः इत्युक्ते कारणस्य अभावः, कस्यापि अभावः इति व्यतिरेकसहचारः इति अस्ति. अन्वयव्यभिचारः इत्युक्ते कारणमस्ति, कार्यं नास्ति. कारणसत्त्वे कार्यस्य अविद्यमानत्वम् अन्वयव्यभिचारः. व्यतिरेकव्यभिचारः इत्युक्ते कारणस्य अभावः परन्तु कार्यम् अस्ति इति चत्वारः अंशाः परिशीलिताः. यथा उदाहरणे पृथिवी अस्ति, पृथिव्यां गन्धः अस्ति इति अन्वयसहचारः. यत्र पृथिवी नास्ति तत्र गन्धः अपि न भवति. पृथिवी कारणं, गन्धः कार्यम् इति वयं जानीमः. पृथिवी नास्ति, गन्धः नास्ति, तादृशसन्दर्भः अस्ति व्यतिरेकसहचारः. अन्वयसहचारः इत्युक्ते कारणमस्ति परन्तु कार्यं न भवति इति. धूमः अपि च अग्नि इत्यस्य प्रसङ्गे उदाहरणमासीत्. यदा धूमः दृश्यते, अग्निः न दृश्यते, नाम कारणं न दृश्यते परन्तु कार्यं दृश्यते, तादृशी परिस्थितिः अस्ति अन्वयव्यभिचारः इत्युक्ते. व्यतिरेकव्यभिचारः इत्युक्ते कारणं नास्ति, कार्यम् अपि कार्यमस्ति इति व्यतिरेकव्यभिचारः अस्ति. अस्तु, इदं मनसि व्यतिरेकव्यभिचारस्य उदाहरणं किं भवति? एकनिमिष. अन्वयव्यभिचारः इत्युक्ते अहं विपरीतरीत्या उक्तवती इति मन्ये. अन्वयव्यभिचारः इत्युक्ते यत्र कारणमस्ति, अग्निः अस्ति परन्तु धूमः न दृश्यते, तत्तु अन्वयव्यभिचारः. व्यतिरेकव्यभिचारः अस्ति, धूमः दृश्यते, अग्निः न दृश्यते इति व्यतिरेकव्यभिचारः. इति चत्वारि वाक्यानि आसन् कारणकार्यभाव सन्दर्भे. अधुना इतः अग्रे पठेम. नूतनतया केन केन आगतम्? अहं लक्ष्मी अस्मि अत्र भगिनि. अस्तु, अनन्तरं वर्धिनी अस्मि भगिनि. अस्तु तर्हि असमवेतगुणानां ज्ञानं कथम् इत्यस्मात् आरभ्य पठेमः. रत्ना भगिनी किञ्चित् पठति वा? अस्तु पठामि. असमवेतगुणानां ज्ञानं कथं तथा च अन्वयव्यतिरेकव्यभिचारज्ञान अभावे सति अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते. तेन च कारणताग्रहः भवति. एतादृशकारणता आग्रहे सति यत्र क्वचित् गन्धः अनुभूतः पृथिवी न उपलब्धा चेत् अपि तत्र सा अस्ति इति अनुमीयते. तथा च अन्वयव्यतिरेकव्यभिचारज्ञान अभावे यदि अन्वय व्यतिरेक व्यभिचारज्ञानम् इत्युक्ते इत्युक्ते तत्र किञ्चित् भिन्नरीत्या अपि वक्तुं शक्नुमः. अन्वय व्यभिचारज्ञानं व्यतिरेकव्यभिचारज्ञानं तयोः अभावे, इत्युक्ते अन्वयव्यभिचारः अपि नास्ति व्यतिरेकव्यभिचारः अपि नास्ति. तादृशसन्दर्भे किं ज्ञानम् उत्पद्यते? अन्वयव्यतिरेकसहचारज्ञानम् उत्पद्यते. अन्वयव्यतिरेक नाम तत्रापि किञ्चित् भिन्नरीत्या वक्तव्यं भवति. अन्वयसहचारज्ञानम् उत्पद्यते अपि च व्यतिरेकसहचारज्ञानम् उत्पद्यते. अस्तु. तेन च कारणता आग्रहः भवति. कारणता ग्रहः कारणतायाः ग्रहः. अस्तु. कारणस्य ज्ञानमिति भवति. एतादृशकारणतग्रहे सति यत्र क्वचित् गन्धः अनुभूतः पृथ्वी न उपलब्धा चेदपि तत्र अस्तु. इत्युक्ते वयं यदि गन्धस्य अनुभवम् अस्माकं भवति तदा जानीमः पृथ्वी अंशः अस्ति इति. न पश्यामः चेदपि जानीमः तत् पृथ्वी अंशः अस्ति इति. एकवारं यदा कारणता कुत्र अस्ति इति जानीमः तदा कदाचित् कारणं न दृश्यते चेदपि इदं कारणम् इति जानीमः. तर्हि पृथिवी अस्ति चेद् एव गन्धः अस्ति इति अनुमीयते. अस्तु. अग्रे सरला भगिनी पठति वा? आं भगिनि. एवं च उपवनात् सम आगते वाते तादृशे च जले यः सुरभिगन्धः अनुभूयते सः वस्तुतः पृथ्व्याः एव, परं सा पृथ्वी जलेन संयुक्ता. पृथ्वी कणाः जले विद्यमाना अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते. पृथ्वी गन्धस्तु समवायेन पृथिव्यां स्थितो अपि स्वसमवायिसंयुक्तसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति. अत्र फुट्नोट् अस्ति भगिनि. स्वम् इति गन्धः, स्वसमवायिनी पृथ्वी, तत्संयुक्तं जलं, संयुक्तं जले इति अनेन परम्परा सम्बन्धेन पृथ्वी गन्धः जले प्राप्तः. पुनः एकमेकं पठामि. एवं च उपवनात् सम आगते वाते तादृशे, यदि अहम् उद्यानसमीपे वयं गच्छामः तत्र वायोः सुगन्धी अस्ति, तादृशे च जले यः सुरभिसुगन्ध अनुभूयते, जलमपि यदि वयं गन्धः अनुभूयामः, ता वस्तुतः पृथ्व्या च गन्धस्य कारणं पृथ्वी अस्ति, परं सा पृथ्वी जलेन संयुक्ता, यदि गन्धः अनुमानं गन्धस्य अनुमानं भवति तस्य कारणं पृथ्वी अस्ति, पृथ्व्याः अंश जले भवति, इत्युक्ते पृथ्वी जलस्य संयोगः अस्ति, तदेव गन्धस्य अनुमानं भवति, पृथ्वी कणाः जले विद्यमाना अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते, पृथ्व्या कणाः मे परुमाण अणु समान अतिसूक्ष्म ते चक्षुषा न गृह्यन्ते, तथैव पृथ्वी अधिकरण कारणं न दृश्यते, किन्तु तस्य कार्यफलं गन्धम् अनुमानं भवति, पृथ्वी गन्धस्तु समवायेन पृथ्व्यां स्थितो अपि पृथ्वी गन्ध इति अति गुण गुणद्रव्यसम्बन्ध समवायन समवायसम्बन्धः अस्ति, किन्तु स्वमिति गन्ध गुण स्वमिति सर्वनामशब्द गन्ध गन्धप्रति स्वम् अक्षरपदम् उपयुज्यते अत्र समवायी यस्य गन्ध अस्ति तत् पृथ्वी यस्मिन् गन्ध अस्ति तत् पृथ्व्यां तत् तत् समवायिनी अस्ति, स्वं समवायिनी सो पृथ्वीगन्धयोः समवायसम्बन्धः अस्ति, द्रव्यो द्रवयोः पृथ्वी जलयोः सम्बन्ध संयोगसम्बन्धः अस्ति, तर्हि एतत् अनुमानं भवति गन्धस्य अनुमानं जले भवति. हा सम्यक्तया उक्तं भगिनि. अत्र मुख्यः विषयः अस्ति यद्यपि जले गन्धः अनुभूयते तथापि गन्धः साक्षात् नास्ति जले, परन्तु गन्धः तु वस्तुतः समवायिनी अस्ति. अत्र समवायी कः अथवा का समवायिनी का? समवायिनी पृथ्वी. पृथ्वी हा स्वम् इति गन्धः चेत् तस्य अधिकरणम् अथवा समवायसम्बन्धेन यत्र गन्धः वर्तते सा समवायिनी अस्ति पृथ्वी. पृथ्वी जलयोः सम्बन्धः कः? संयोगसम्बन्ध द्रव्यद्रव्ययोः. हा द्रव्ययोः मध्ये संयोगसम्बन्ध. अतः एव अत्र उक्तं गन्धः साक्षात् नास्ति जले, परन्तु गन्धः तस्य अधिकरणे समवायेन भूत्वा संयुक्तत्व स्वसमवायिसंयुक्तत्वसम्बन्धेन जले भवति, जले भूत्वा स्वप्रत्ययं जनयति, नाम स्वस्य विद्यमानत्वस्य विषये ज्ञानं जनयति गन्धः. अत्र पूर्वमपि एकवारम् अस्माभिः स्वश्रयसम्बन्धेन इति उक्तमासीत्. स्वम् इत्युक्ते गन्धः, गन्धस्य आश्रयः पृथिवी, अपि च पृथिव्याः सम्बन्धः अस्ति जलेन सह संयोगसम्बन्धः, तदेव स्वसमवायिसंयुक्तत्वसम्बन्धः इति अत्र उक्तम्. अत्र अपरः अपि नाम अस्ति, तत् किम्? परम्परासम्बन्धः. स्वसमवायिसंयुक्तत्वसम्बन्धः वर्तते गन्ध अपि च जलयोः मध्ये, सः एव सम्बन्धः परम्परासम्बन्धः इत्यपि उच्यते, यतोहि साक्षात् नास्ति सम्बन्धः, अपरेण माध्यमेन भवति इति. स्पष्टं स्यात्? आं भगिनि. अस्तु, जयन्ती भगिनी अग्रे पठति वा? आं भगिनि. एवं पृथ्व्यानिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः अपि न स्वाभाविकः किन्तु कृत्रिमः. जलगतशीतस्पर्श एव स्वसमवायिसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते. तेजसः उष्णस्पर्शस्यापि इत्थमेव पृथ्वीजलवायुषु भानं समर्थनीयम्. यदा वयं दृष्टवन्तः स्वसमवायिसंयुक्तत्वसम्बन्धेन गन्धः जले अस्ति, तादृशमेव पृथ्वी अनिलयोः पृथ्वीवायु विषये अपि यः शीतस्पर्शः अस्माभिः अनुभूयते साधारणतया पृथिव्याम् अनुष्णाशीतस्पर्शः एव अस्ति, वायौ अपि तादृशमेव. परन्तु शीतस्पर्शः इति गुणः यः जले अस्ति स च गुणः पृथ्व्यां वा वायौ अस्माभिः अनुभूयते चेत् जलेन कारणेन एव. स्वाभाविकगुणः नास्ति शीतस्पर्शता, परन्तु स्वाभाविकगुणः नास्ति पृथिव्याः वा वायु वा वायोः गुणः शीतस्पर्शता नास्ति. तयोः गुणः अस्ति अनुष्णाशीतस्पर्शता. अतः स्वाभाविक यः गुणः अस्ति शीतस्पर्शता इति जलेन कारणेन एव स्वसमवायिसंयुक्तत्वसम्बन्धेन शीतस्पर्शः इति गुणः स्वसमवायिसंयुक्तत्वसम्बन्धेन जले अस्ति, संयोगस्पर्शेन जलं पृथिव्यां वा वायौ अस्ति. अस्तु भगिनि, अत्र स्वम् इत्युक्ते किं? समवायिकः शीतस्पर्शः समवायिकः समवायी पृथ्वी न जलम् अस्ति. हा, समवायी जलं नाम स्वं कस्मिन्नपि समवायेन वर्तते चेत् सः पदार्थः समवायी भवति. अत्र शीतस्पर्शः समवायेन कुत्र वर्तते? शीतस्पर्शः समवायेन जले वर्तते. तर्हि जलम् अस्ति स्वसमवायी. अस्तु, अनन्तरं कुत्र वर्तते? जलं पृथिव्यां वा वायौ वर्तते. केन सम्बन्धेन? संयोगसम्बन्धेन, द्रव्ययोः संयोगसम्बन्धः वर्तते. अतः यत् जलं पृथिव्यां वा वायौ अस्ति तेन तस्य किं कथं? अस्तु, अत्र तयोः स्थितः प्रतीयते इति उक्तं खलु अन्तिमभागे. तयोः इत्युक्ते कयोः? पृथ्वी अनिलयोः. पृथ्वी अनिलयोः इति सप्तमी विभक्ति. आम्, सप्तमी द्विवचनं. पृथ्वी अनिलयोः, पृथ्वी अनिलयोः कः वर्तते? अनिलयोः शीतस्पर्शः वर्तते. अस्तु, सम्यक्, शीतस्पर्शः वर्तते पृथ्वी अनिलयोः, परन्तु जलस्य माध्यमेन कृत्वा स्वसमवायि संयुक्तसम्बन्धेन वर्तते शीतस्पर्शः पृथ्वी अनिलयोः. अस्तु अस्तु, तथैव तेजसः का गतिः? तेजसः उष्णस्पर्शस्य अपि इत्थमेव, तादृशमेव तेजसः गुणः उष्णस्पर्शः. पृथिव्यां वा जले वा वायौ अस्माभिः उष्ण उष्णस्पर्शः अनुभूयते चेत् तेजसः कारणेन एव अतः उष्णस्पर्शः स्वसमवायिसंयुक्तत्वसम्बन्धेन तेजसि वर्तते. भगिनि एकनिमिषः, एकनिमिषः. उष्णस्पर्शः तेजसि समवायेन वर्तते, न तु स्वसमवायिसंयुक्तत्वसम्बन्धेन. ओ अस्तु अस्तु, समवायिसम्बन्धेन तेजसि वर्तते. स्वसमवायिसंयुक्तत्वसम्बन्धेन पृथिव्यां वा जले वा वायौ वर्तते इति एव सम्यक् अस्ति. तथैव उष्णस्पर्शः तु तेजसः गुणः खलु. आम् आम्. तर्हि समवायसम्बन्धेन एव स्यात् तेजसि, यथा शीतस्पर्शः जलस्य गुणः, तर्हि समवायसम्बन्धेन स्यात्. परन्तु अपरेषु द्रव्येषु एतौ गुणौ स्वसमवायिसंयुक्तत्वसम्बन्धेन वर्तेते इति अस्ति विषयः. अस्तु, गोपालः महोदय अग्रे पठति वा. तत्र एकः प्रश्नः अस्ति, तत्र समवायिसंयुक्तसम्बन्धेन इत्युक्ते समवायि संयोगसंयुक्तः अस्ति इति, अथवा संयुक्ते इत्युक्ते संयोगसम्बन्धेन. अस्तु गोपालमहोदय, तत्र इतोपि एकवारं तत् फुट् नोट् इति अस्ति खलु, तत् पठति वा. स्वसमवायिनी पृथिवी, न न अत्र अत्र अधोभागे अधोभागे फुट् नोट् अस्ति, तत् किञ्चित् पठति चेत् स्पष्टं भवति. इतोपि एकवारं पठतु कृपया. स्वं गन्धः स्वसमवायिनी पृथिवी, समवायिनी इत्युक्ते तत्र किम् अवगतं, तत्र किम् अवगतं स्वसमवायिनी इत्युक्ते किम् अवगतम्? स्वसमवायिनी इत्युक्ते स्वम् इति गन्धः खलु, गन्धः पृथिवी इति स्वम् इति गन्धः, गन्धः केन सम्बन्धेन पृथिव्यां वर्तते? समवायसम्बन्धेन. हा समवायसम्बन्धेन. तर्हि गन्धस्य समवायिकारणम् अथवा अधिकरणं पृथिवी, तदर्थं पृथिवी भवति स्वसमवायिनी. अत्र अत्र तथैव तेज तेजसः तेजसः उष्णस्पर्श स्वसमवायिनी इति. हा बहु सम्यक्, तथैव अस्ति. यदा स्वम् इति उष्णस्पर्शः इति स्वीकृतः चेत् तदा तेजः स्वसमवायी भवति उष्णस्पर्शस्य. तदनन्तरं किम् अस्ति, पृथिवी इदानीं केन सम्बन्धेन जले अस्ति? पृथिवी संयोगसम्बन्धेन. तदर्थमेव अत्र फुट् नोट् मध्ये उक्तं तत् संयुक्तं जलं, संयुक्तसम्बन्धेन जले. संयुक्तम् इत्युक्ते संयोगसम्बन्धेन, तदेव मम प्रश्नः. संयुक्तं तत् संयुक्तम् इत्युक्ते तत् संयोगसम्बन्धेन युक्तः इति वा भगिनी कथय. दूरवाणी किञ्चित् दूरवाणी भगिनी प्रश्नः कष्टं भय् नमस्कारः, क्षम्यतां, मम दूरवाणी कर्तिता जाता. अस्तु, तत् संयुक्तम् इत्यस्य विषये वदन्तः स्मः खलु. तत् संयुक्तम् इत्युक्ते तत्र पृथिवी पृथिव्या सह संयुक्तं, तया सह संयुक्तं, तया सह संयुक्तं, तत् संयुक्तं केवलं संयोगसम्बन्धमेव सूचयति. हा हा हा सम्यक्. तत् संयुक्तम् इत्युक्ते हा सत्यं तया सह संयुक्तं किम् अस्ति जलमस्ति तदर्थं तत् संयुक्तं जलम् अपि च संयुक्तत्वं जले अस्ति इति सर्वं इति सर्वं मिलित्वा स समवायि संयुक्तत्वसम्बन्धेन गन्धः जले अस्ति साक्षात् नास्ति जले परन्तु स्वसमवायि संयुक्तत्वसम्बन्धेन अस्ति. अस्यैव सम्बन्धस्य पुनः परम्परासम्बन्धः इति अपि नामकरणं क्रियते. भगिनी अत्र दीयते परम्परासम्बन्धेन पृथिवीगन्धः तत्तु किं पृथ्वीगन्धः पृथिव्याः गन्धः पृथिव्याः गन्धः समस्तपदमस्ति पृथिवीगन्धः. अस्तु अस्तु. एवं संयुक्तसम्बन्धेन परम्परासंयुक्तसम्बन्धेन इत्युक्ते संयुक्तसम्बन्धेन पृथ्वी गन्धः जले स्वसमवायिनि स्वसमवायि संयुक्तत्वसम्बन्धेन इति पूर्णतया वक्तव्यं भवति. स्वसमवायि स्वसमवायिसंयुक्त संयुक्तत्वसम्बन्धेन पृथिव्याः गन्धः जले प्राप्तः इदमेव परम्परासम्बन्धः इति अपि इति तत् नामकरणं परम्परासम्बन्धेन इत्युक्ते केवलं नामकरणमेव. स्व नाम तत्र परम्परा इत्युक्ते साक्षात् नास्ति इत्येव. तत्र उदाहरणं दीयते महोदयेन यद् एकः पुरुषः अस्ति तस्य पुत्रः अस्ति तस्य पुत्रस्य पुत्रः अस्ति खलु. हा तृतीयजनस्य प्रथमजनेन सह परम्परागतसम्बन्धः अस्ति साक्षात् सम्बन्धः नास्ति. तथैव गन्ध पृथिवी जलं मध्ये पृथिवी स्यात् नो चेत् गन्धः साक्षात् जले न भवति. परम्परागतसम्बन्धः अस्ति तथा एव उष्णस्पर्शः साक्षात् न भवति पृथिव्यां वा जले वा तेजसः अंशः स्यात् एव कुत्रापि पृथिवी जले अथवा वायुषु वायौ तु उष्णस्पर्शः सत्यं कुत्रचित् कुत्रापि इति अस्ति. अस्तु गोपालमहोदय एव अग्रे पठति वा अतिस्वच्छे. अतिस्वच्छे गङ्गाजले प्रतीयमानः नीलमपि पार्थिवभागानामेव शुक्लादि रिक्तरूपविशेषाणां पृथिवीमात्रवृत्तित्वात् शुक्लादि रिक्तरूपविशेषाणां पृथिवीमात्रवृत्तित्वात् एवं रसे अपि अत्र गङ्गाजलमित्युक्ते शुक्लरूपमिति परन्तु गङ्गाजलं प्रति नीलं दृश्यते चेत् तत्र एवं स्यात् पार्थिवीभागसंयोगेन एव शुक्ल अतिरिक्तरूपविशेषाणां पृथिवीमात्रवृत्तित्वात् अत्र पृथिवी न अस्ति चेत् जलस्य शुक्ल अतिरिक्तरूप रूपं न भविष्यति एवं रसे जलस्य गुणः रसः जले कीदृशः रसः भवति माधुर्यम् इति दृष्टं खलु. आमां माधुर्यं रसादिलक्षणानि इति यत्र आसीत् आम् अन्यरसः अपि अस्ति चेत् तत्र अन्यानां द्रव्याणां भागानाम् एव प्राप्यते सत्यम्. अन्यत् किमपि अन्यः कोऽपि रसः अस्ति चेत् तत्रापि जलं विहाय अन्यः कोऽपि अन्यत् किमपि द्रव्यम् अस्ति इति द्रव्यस्य भागं भवेत् तत्र भवेदेव यतोहि जले केवलम् अभास्वरशुक्लरूपम् इति अस्ति खलु इति पूर्वं दृष्टवन्तः. नीलं वा पीतं वा इत्यादिकं भवति, नाम शुक्लातिरिक्तरूपविशेषाणां विद्यमानत्वं भवति चेत् तत्र पृथ्वीकणाः वर्तन्ते इति स्पष्टं भवति. अस्तु, भवान् एव पठतु महोदय. सर्वत्र च वस्तुतः रूपादीनां मनाश्रये अपि द्रव्ये स्वसमवायिसंयुक्त संयुक्तत्वरूपपरम्परासम्बन्धस्यैव बाननियामकत्वं एवमेव शब्दस्य आकाशगुणस्य वायौ ज्ञानस्य आत्मगुणस्य शरीरे बाणं पूर्वोक्तेन स्वसमवायिसंयुक्तत्वरूपसम्बन्धेनैव समर्थनीयम्. यथा वयं पूर्वम् उक्त्वा यत्र जले पृथिव्यां जले गन्धः अस्ति चेत् तत्र स्वं समवायि संयुक्तत्वसम्बन्धेन जले सम्बन्धेन पृथिव्यां शीतस्पर्शः भवति. तथैव अत्र रूपादीनां वस्तुतः यत्किमपि रूपं भवति रूपादीनाम् अनाश्रये अपि द्रव्ये स्वसमवायिसंयुक्तत्वरूपपरम्परासम्बन्धस्यैव नियामकत्वं अत्र अन्य यत्किमपि द्रव्ये रूपं दृश्यते चेत् तत्र स्वसमवायिसंयुक्तत्वरूप संयो तत्र स्वसमवायिसंयुक्तत्वरूपसम्बन्धः रूप इति गुणः नास्ति. रूपः रूपरसगन्धः इति गुणः नास्ति. स्वसमवायिसंयुक्तत्वविधः सम्बन्धः इति रूपः इति गुणः नास्ति, केवलं कीदृशः सम्बन्धः इत्यस्य प्रदर्शनार्थं रूपशब्दस्य प्रयोगः कृतः. रूप इति गुणः न एवमेव शब्दस्य आकाशगुणस्य शब्दस्य आकाशे शब्दगुणस्य वायौ ज्ञानस्य आत्मगुणस्य शरीरे बाणम् इत्युक्ते. अस्तु, इदं वाक्यं किञ्चित् पृथक् पृथक् कृत्वा पश्येम. शब्दः वस्तुतः कुत्र वर्तते? शब्दः आकाशे आकाशे वर्तते, न तु वायौ. हा, परन्तु वायौ शब्दस्य भानं भवति खलु. वायौ शब्दः अस्ति इति भाति, परन्तु साक्षात् नास्ति शब्दः वायौ. परन्तु केन सम्बन्धेन वर्तते वायौ? वायौ स्वयसमवायिसंयुक्तत्वसम्बन्धेन वायौ वर्तते. स्वयम् इत्युक्ते अत्र शब्दः. स्वम् इत्युक्ते शब्दः. स्वयसमवायि इत्युक्ते आकाशः. संयुक्तत्वसम्बन्धेन वायौ वायौ वर्तते. अस्तु, अनन्तरम् उदाहरणं किमस्ति? ज्ञानम् आत्मशरीरविषये. ज्ञानस्य आत्मगुणस्य शरीरे तत्युक्ते ज्ञानस्य आत्मगुणस्य शरीरे बाणम्. अत्र अत्र गुणः कः इति परिशीलनीयः प्रथमतया. ज्ञानम् इति गुणः खलु. ज्ञानम् इति गुणः कुत्र वर्तते? ज्ञानम् आत्मनि वर्तते. आत्मनि वर्तते, परन्तु शरीरे तस्य भानं भवति. तर्हि अत्र स्वम् इति किं, समवायि कः? ज्ञानम् इत्युक्ते स्वम्. ओके, स्वसमवायि आत्मा समवायि संयुक्तत्वं शरीरे. तर्हि आहत्य स्वसमवायि संयुक्तत्व रूपसम्बन्धेनैव समर्थ यत्र कुत्रापि अन्य स्वं अन्यगुणः भवति यस्मिन् पूर्वं तद्गुणः नास्ति तत्र स्वं समवायि संयुक्तत्वसम्बन्धः भवति. सत्यं गुणस्य अपि च द्रव्यस्य मध्ये समवायः नास्ति. समवायः आरम्भे वयं पठितवन्तः असमवेतगुणाः इति. इत्युक्ते समवायसम्बन्धः नास्ति, परन्तु एतादृशः परम्परासम्बन्धः अथवा स्वसमवायि संयुक्तत्वसम्बन्धः वर्तते केषुचित् द्रव्येषु. अस्तु, तत्र अग्रे एकं चित्रम् अस्ति. किमपि तत्र जलं घटः अस्ति, जले तत्र घटजलयोः मध्ये संयोगसम्बन्धः अस्ति. शीतस्पर्शः समवायसम्बन्धः अस्ति जले शीतस्पर्शस्य समवायसम्बन्धः, परन्तु यत्र घटे शीत शैतल्यम् अनुभवः चेत् तत्र एव शीतस्पर्श परम्परा शीत स्वं स्वसमवायि संयुक्तत्वसम्बन्धः घटे अस्ति शीतस्पर्श दर्श दृष्ट्या. शीतस्पर्शः घटे स्वसमवायि संयुक्तत्वसम्बन्धेन अस्ति, तथा एव पुष्पं पुष्पे गन्धः समवायेन, परन्तु पुष्पम् इति जले संयोगेन, तर्हि गन्धजल तयोः मध्ये पुनः परम्परासम्बन्धः अथवा स्वसमवायि संयुक्तत्वसम्बन्धः. तथैव वह्निः वायौ उष्णस्पर्शसमवायि संयुक्तत्वसम्बन्धेन अस्ति. महोदय, स्वसमवायि संयुक्तत्वसम्बन्धः इति वक्तव्यः भवति. उष्णस्पर्शः वायौ स्वसमवायि संयुक्तत्वसम्बन्धेन भवति इति अस्ति. अस्तु, अग्रे माला भगिनी पठति वा? आं भगिनि, तत्र चित्रमपि अस्ति, किञ्चित् उक्त्वा अग्रे पठतु. गुणेपि जायमानः गुणप्रत्ययः समर्थनीयः. हा, तद् भवतु, परन्तु चित्रं किम् अस्ति इति किञ्चित् वदतु. शब्दः केन सम्बन्धेन आकाशे, पुनः आकाश केन सम्बन्धेन वायौ, अपि च शब्दः वायौ केन सम्बन्धेन इति. शब्दः आकाशे समवायसम्बन्धेन वर्तते, आकाशवायोः संयोगसम्बन्धेन वर्तते. ज्ञानम् एकनिमिषः, आकाशः वायौ संयोग इति तु जानीमः, परन्तु शब्दः वायौ केन सम्बन्धेन वर्तते? तस्य नाम किं? क्षम्यताम्. स्वसमवायि संयुक्तत्वसम्बन्धः. आम्, स्वसमवायि संयुक्तत्वेन वायौ वर्तते, तथा एव ज्ञानं शरीरे स्वसमवायि संयुक्तत्व तत्त्वेन भवति. ज्ञानम् आत्मनि समवायसम्बन्धेन भवति, आत्मा शरीरे संयोगसम्बन्धेन भवति, ज्ञानं शरीरे स्वसमवायि संयुक्तत्वेन भवति. अस्तु, अग्रे किं लिखितमस्ति इति पठतु किञ्चित्. अनयैव रीत्या कदाचित् गुणादौ जायमानः एकं रूपम् इति गुणप्रत्ययः समर्थनीयः. कदाचित् गुणादौ एतावता, अहं किञ्चित् वदामि अत्र एतावता किं प्रति परिशीलितम् अस्माभिः एतावता द्रव्यद्वयम् आसीत् द्रव्ययोः मध्ये संयोगसम्बन्धः अस्तु द्रव्ययोः मध्ये संयोगः परन्तु एकः गुणः अस्ति सः समवेतः गुणः एकस्मिन् द्रव्ये अपरस्मिन् असमवेतः गुणः नाम एकस्मिन् द्रव्ये समवायेन वर्तते अपरस्मिन् द्रव्ये समवायेन न वर्तते असमवायेन तदर्थं नूतनसम्बन्धः सृष्टः खलु स्वसमवायी संयुक्तत्वम् इति सम्बन्धं कृत्वा सः गुणः अस्मिन् द्रव्ये स्वसमवायी संयुक्तत्वेन इति उक्तं परन्तु अत्र किम् उक्तमस्ति एकं रूपम् इति एकम् इति गुणः अस्ति वा द्रव्यम् अस्ति वा तत् किम् अस्ति संख्या तर्हि किम् अस्ति गुणः खलु गुणः अस्ति संख्या इति गुणः संख्या एकत्वम् इति संख्यारूपगुणः अस्ति अपि च रूपम् इति किम् अस्ति तत्र रूपमपि गुणः एव इदानीं प्रश्नः उदेति यत् एकं रूपम् इति वदामश्चेत् तयोः मध्ये कीदृशः सम्बन्धः अस्ति गुणगुणिनोः मध्ये समवायः परन्तु अत्र गुणगुणि इति नास्ति खलु एकं रूपम् उभौ अपि गुणौ स्तः गुणः गुणे भवति वा नाम एकत्वं एकत्वम् इति गुणः रूपे भवति वा इति किन्तु तत्र सम्बन्धः तु वर्तते एव एकः घटः अस्ति चेत् घटस्य एकं रूपम् इति अस्ति चेत् एकत्वम् अपि घटे अस्ति रूपम् अपि घटे अस्ति तर्हि तयोः मध्ये कीदृशः सम्बन्धः स्यात् एकं रूपम् इति वदामश्चेत् एकः गुणः अपरस्मिन् अस्ति वा इति प्रश्नः तत्र तस्य उत्तरं तु जानीमः एव गुणः द्रव्ये एव वर्तते गुणः गुणे न वर्तते किन्तु उभौ अपि एकत्वम् अपि च रूपम् उभौ अपि गुणौ घटे समवायेन वर्तेते खलु इति कृत्वा एकत्वम् इत्यस्मात् आरभ्य रूपपर्यन्तं गन्तव्यं भवति यथा वयं शब्दः वायौ अस्ति इति साधितवन्तः आकाशस्य माध्यमेन अस्तु इदानीं शब्दः वायौ समवायी संयुक्तत्वेन आसीत् तथा एव एकं रूपम् इत्यस्मिन् एकं समवायेन घटे रूपम् अपि समवायेन घटे अस्ति चेत् तत्र माध्यमम् अस्ति तत्र समवायसम्बन्धः तत्र स्वसमवायी समवेतत्वम् इति वक्तुं शक्नुमः अस्तु इति अग्रे दीयमानः विषयः तर्हि अग्रे पठति वा आम् सूक्तिललन्तिका गुणेऽपि जायमानः गुणप्रत्ययः समर्थनीयः भगिनी एकनिमिषः प्रतिध्वनिः आगच्छति कोऽपि म्यूट् स्पीकर् मध्ये अस्ति चेत् कृपया मास्तु अस्तु भगिनी वदतु गुणेऽपि जायमानः गुणप्रत्ययः समर्थनीयः तथा हि अस्ति समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति कश्चित् कारणविभागः वक्ष्यमाणः उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणं यथा घटः कपाले समवायेन उत्पद्यते अवयविनोः समवायात् रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात् क्रियाकन्दुके समवायेन उत्पद्यते क्रियाक्रियावतोः समवायात् एवम् एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यम्. अत्र समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति कारणस्य विभागाः सन्ति. यत्र कार्यं समवायसम्बन्धेन उत्पद्यते तस्य नाम अस्ति समवायिकारणम्. कपालः यथा घटे केन सम्बन्धेन वर्तते समवायेन? एकनिमिषः, अत्र घटः कपाले वर्तते वा कपालः घटे वर्तते वा? घटः कपाले वर्तते समवायसम्बन्धेन. अस्तु, तर्हि घटस्य समवायिकारणं किम्? घटस्य समवायिकारणं किम्? कपालः. हा, कपालः. यः कोऽपि पदार्थः, यत्किमपि द्रव्यं यस्मिन् कार्यम् उत्पद्यते समवायकारणेन, तद्द्रव्यं समवायिकारणम् इति उच्यते. अवयविनोः समवायसम्बन्धेन समवायसम्बन्धः भवति. रूपं घटे अपि समवायेन वर्तते, अपि च क्रिया कन्दुके समवायेन उत्पद्यते इति उक्तं खलु. रूपं घटे समवायेन उत्पद्यते, अतः तत्र कार्यं किं, कारणं किम्? कार्यं कारणं रूपं घटे नाम रूपम् इति गुणः, रूपम् इति गुणः घटे उत्पद्यते समवायसम्बन्धेन. यथा कपाले घटः उत्पद्यते समवायेन इति कृत्वा कपालः समवायिकारणम् आसीत्. यतोहि वयं जानीमः अवयव अवयविनोः मध्ये समवायः एव इति. घटः अवयवी, कपालः अवयवः, तयोः मध्ये समवायः इति कृत्वा कपालः समवायिकारणम्. रूपं घटः अनयोः मध्ये कीदृशः सम्बन्धः? समवायसम्बन्धः. हा, किमर्थम्? गुणगुणिनोः मध्ये समवायसम्बन्धः खलु. आम्, गुणगुणिनोः समवायसम्बन्धः इति कृत्वा घटः समवायिकारणं भवति रूपस्य. अस्तु, रूपम् इति कार्यं, घटः इति कारणम्. अस्तु, एकनिमिषः. अस्तु, अग्रे पठति वा भगिनि? भगिनि, अत्र कारणं कार्यं कथं जानीमः, किं कार्यं किं कारणम् इति? अत्र समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति त्रयमस्ति किल. आम्, समवायिकारणम् इत्युक्ते यत्किमपि अधिकरणं भवति कस्यचित् समवायेन. अस्तु, अपि च तस्मिन् यदा कार्यम् उत्पद्यते तदा तद्द्रव्यं समवायिकारणं भवति. अस्तु, एकमस्ति अधिकरणं स्यात्, द्वितीयम् अस्ति तस्मिन् अधिकरणे कार्यं स्यात्, अपि च तस्मिन् अधिकरणे कार्यं समवायसम्बन्धेन भवतु इति नियमाः सन्ति समवायिकारणं प्रति. पूर्वमपि एकवारं चर्चितमासीत् करपत्रे कुत्रचित् अस्ति. अस्तु, तदर्थमेव घटः समवायिकारणं रूपं प्रति, यतोहि घटः अधिकरणम् अस्ति खलु रूपस्य. अपि च रूपं समवायसम्बन्धेन घटे वर्तते, अपि च घटम् उत्पद्यते चेदेव रूपमपि तस्य भवति इति कृत्वा रूपं कार्यं घटः कारणम्. अस्तु. क्रिया कन्दुके समवायेन उत्पद्यते. अत्र क्रियाकार्यं कन्दुकं कारणं वा? सत्यम्. आम्, क्रियाकन्दुके समवायेन उत्पद्यते क्रियाक्रियावतोः समवायात्. एवम् इदमपि पूर्वम् चर्चितं खलु, कुत्र कुत्र भवति समवायसम्बन्धः अवयव अवयविनोः मध्ये, यतः यथा घटकपालः गुणगुणिनोः मध्ये, घटः रूपं क्रियावत् कन्दुकं तस्मिन् क्रिया इति कार्यं, तयोः मध्ये समवायः. अस्तु. एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यम्. तत्र जन्यम् इत्युक्ते कार्यं, यद् यस्य जननं भवति. अत्र एषु उदाहरणेषु कस्य जननं भवति, गुणस्य अथवा क्रियायाः अथवा कर्मन् अथवा स्वयम् अवयवी इत्यस्य. तर्हि सर्वत्र समानमस्ति, समवायिकारणमिति समानम् आसीत्. यत्र समवायसम्बन्धेन कार्यम् उत्पद्यते तत्र तत्र तद् द्रव्यं समवायिकारणं भवति. बुद्धं वा? अस्तु. अस्तु, अत्र कोऽपि प्रश्नः? अस्तु, शुकवनं महोदय पठति वा किञ्चित्, अथवा शृणोति अद्य? अस्तु, लक्ष्मी भगिनी अग्रे पठति वा? आं भगिनि, श्रूयते किल? श्रूयते इदानीम्. अस्तु. तथा च घटस्य रूपस्य क्रियायाश्च समवायेन उत्पत्तिः, कपालरूपे द्रव्ये, घटरूपद्रव्ये, कन्दुकरूपद्रव्ये एव च भवति इति सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम्. इदानीमेव चर्चितम् एतत् सर्वम्. आम्, घटस्य रूपस्य क्रियायाश्च समवायेन उत्पत्तिः क्रमेण कुत्र कुत्र इति उक्तं, घटस्य उत्पत्तिः कपालरूपे, घटस्य उत्पत्तिः कपाले अस्ति, रूपस्य उत्पत्तिः घटः कपाले समवायेन वर्तते, अनन्तरं रूपः अपि घटे समवायेन वर्तते रूपं, क्रिया द्रव्ये वर्तते समवायेन वर्तते. अत्र कन्दुकरूपद्रव्यम् इति स्वीकृतम्. ओ, कन्दुकरूपद्रव्यम्. अस्तु, इति कृत्वा सर्वत्र समवायिकारणं किं किम् अस्ति इति केवलं पुनःस्मरणरीत्या एव अस्ति. इदं तु वयं जानीमः खलु, सर्वेषां कार्याणां समवायसम्बन्धेन एव उत्पत्तिः द्रव्ये भवति इति चित्ररूपेण अपि अत्र प्रदर्शितं. तावदेव, कपाले घटः समवायेन, अपि च घटे रूपं समवायेन. अत्र मुख्य अंशः द्रव्ये एव भवति. किमर्थं चेत् पूर्वम् एवं रूपम् इति तत्र गुणः गुणेन वर्तते इति विवरणार्थम् एवं एतत् सर्वं केवलम् पुनःस्मरणार्थमेव, समवायिकारणम् इति मनसि भवेत्. समवायिकारणद्रव्ये इति कपालरूपम् इति द्रव्यं कृतं खलु, कपालद्रव्यम् इति कृत्वा घटस्य घटः कपालरूप न अत्र किमपि नूतनं नास्ति. कपालरूपद्रव्यं, तत्र रूपम् इति त्यजतु, भ्रमः भवति चेत् तत् त्यजतु. कपालरूपद्रव्ये इत्युक्ते कपालः इति द्रव्यं, तावदेव. अस्तु, घटरूपद्रव्यम् इत्युक्ते घट इति द्रव्यं, तत्र भ्रमः मास्तु. रूप इति गुणस्य विशेषणं नास्ति, गुणविशेषणं नास्ति, केवलं द्रव्यः द्रव्यं कीदृशम् इति सूचनार्थम्. अस्तु, तर्हि इति स्पष्टं स्यात् इदानीम्. समवायसम्बन्धेन किं कस्मिन् अस्ति, अपि च कस्य उत्पादनं कुत्र भवति, तावदेव. एषु उदाहरणेषु समवायसम्बन्धः इति अस्ति समानम्. अस्तु, लक्ष्मी भगिनी तर्हि अग्रे अपि पठतु, अत्र किमपि नूतनं नास्ति, अग्रे गत्वा किमपि किञ्चित् अस्ति. तत्र कार्यकारणभावविचारे कार्यकारणयोः समानाधिकरण्यम् आवश्यकम् इति प्रागेव निरूपितं. तादृशसमानाधिकरण्यवर्णनाय तादात्म्यरूपः सम्बन्धौ अपि साधितः, तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति. घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति. तथैव कन्दुकोऽपि यां क्रियां जनयति, इदं च कपालघटादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति, तत् समवायिकारणम् इति उच्यते. उच्यताम्. अधुना समवायिकारणम् इत्युक्ते किम् इत्यस्य प्रतिपादनमस्ति. पूर्वं दृष्टवन्तः यत् तत्र कार्यं कार्याधिकरणे कार्यं कार्याधिकरणे कारणं कार्याधिकरणे स्थातव्यम्, अनन्तरं कार्याधिकरणे सर्वदा स्थातव्यम् इति सर्वं पूर्वमेव दृष्टं. पृष्ठसङ्ख्या 30 तत्र अस्ति. आमां पश्यन्ती अस्मि भगिनि. एकवारं पठतु तदपि त्रीणपि निकषान्. ते च किञ्चन कस्यचित् कारणमपि निर्धारितं तस्मात् किल. 30 पुटे 3 बिन्दवः सन्ति खलु, तेन इदमस्य कारणम् इति वक्तुं 3 निकषाः भवेयुः. ते के? तेन कार्याधिकरणे स्थातव्यं, तेन कार्याधिकरणे सर्वदा स्थातव्यं, तेन कार्याधिकरणे कार्य उत्तेः पूर्वक्षणे स्थातव्यम्. तेन इत्युक्ते केन? तेन इत्युक्ते कारणं, कारणं कार्याधिकरणे. अस्तु, इदानीम् अत्र आगत्य प्रथमवाक्यं पठतु, तत्र कार्यकारणभावविचारे इति. तत्र कार्यकारणभावविचारे कार्यकारणयोः समानाधिकरण्यम् आवश्यकम् इति प्रागेव निरूपितम्. कार्यकारणयोः मध्ये समानाधिकरणम् आवश्यकम्. इति वयं पठितवन्तः इदानीमेव. समानाधिकरणम् इति अहं पुनः चिन्तयती अस्मि. तेन कार्याधिकरणे स्थातव्यं खलु, केन कार्याधिकरणे स्थातव्यं, कारणेन कार्याधिकरणे स्थातव्यम्. ततः समानाधिकरणं खलु. इदानीं चिन्तयतु. अस्तु, घटः कपाले उत्पद्यते चेत् घटः इति कार्यमस्ति, तस्य अधिकरणं किं? कपालः इति कारणं, कपालः घटस्य अधिकरणं, घटाधिकरणं नाम कार्याधिकरणं कपालः खलु. इदानीं प्रथमः निकषः अस्ति तेन कार्याधिकरणे स्थातव्यं. तर्हि प्रश्नः उदेति, कपालः इति कारणं कार्याधिकरणे अस्ति वा इति. केन सम्बन्धेन अस्ति कार्याधिकरणे? तादात्म्यसम्बन्धेन अस्ति. तादात्म्यसम्बन्धेन अस्ति, किमर्थं तथा? अत्र कार्याधिकरणं नाम किम्? अत्र कार्याधिकरणं नाम कपालः एव. कपालः स्वयं तादात्म्येन भवति खलु इति एव उक्तम्. अस्तु अस्तु. एकवारं घटः अपि कपाले अस्ति, कपालः अपि कपाले तादात्म्येन अस्ति इति साधितं चेत् तत्र तयोः सामानाधिकरण्यम् अस्ति एव किल. तदर्थम् अत्र उक्तं कार्यकारणयोः सामानाधिकरण्यम् इति. अस्तु. तादृशसामानाधिकरण्यवर्णनाय तादात्म्यरूपः सम्बन्धो अपि साधितः. इदानीमेव तस्य विचारः अभवत्. द्रव्यः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते, तदेव अत्र उक्तं खलु. तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति. कपालः तादात्म्यसम्बन्धेन स्वस्मिन् स्वस्मिन् तिष्ठति, अनन्तरं घटम् उत्पादयति. घटकपालयोः मध्ये समवायसम्बन्धमस्ति. घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति. घटः घटे तादात्म्येन स्वस्मिन् तादात्म्येन वर्तते, तादात्म्यसम्बन्धेन वर्तते. अतः रूपमिति गुणः समवायेन उत्पादयति. रूपं घटे समवायेन समवायसम्बन्धेन वर्तते. तथैव कन्दुको अपि यां क्रियां जनयति, तथैव यां क्रियां कन्दुकक्रिया मध्ये अपि कन्दुकः तादात्म्येन कन्दुके वर्तते. अनन्तरं यां क्रिया तस्मात् उत्पाद्यते तत् समवायेन वर्तते. सा क्रिया अपि समवायेन कन्दुके. इदं च कपालघटादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम् इति उच्यते. समवायिकारणम् इति नूतनसंज्ञा. यस्मात् वयम् अवगच्छामः यत् यदि घटस्य उदाहरणं स्वीकृत्य घटः घटे तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति, रूपम् उत्पादयति. सम्यगस्ति. तदेव समवायिकारणं. तर्हि समवायिकारणस्य निकषाः के तत्र? प्रथमतया कार्यकारणयोः समानाधिकरण्यं. तस्य निरूपणार्थं कपालः समानाधिकरणे कपाले एव वर्तते इत्यस्य निरूपणार्थं तादात्म्यसम्बन्धः आगतः. तर्हि कपालः तादात्म्येन स्वयं स्थित्वा समवायेन घटं जनयति इति कपालः समवायिकारणं. तथा एव घटः पुनः रूपं प्रति समवायिकारणं, यतोहि रूपम् इति घटे समवायेन भवति. तथा एव कन्दुकक्रिययोः मध्ये अपि अस्ति. सम्यक् वा? सम्यक् भगिनि, धन्यवादः. अस्तु. वर्धिनी भगिनी अग्रे पठति वा किञ्चित्? अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यतः अवच्छेदकसम्बन्धः भवति. येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणतः अवच्छेदकसम्बन्धः. स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्न, इतरकारणताभ्यश्च प्रकृतकारणता भिन्ना इति बोधयति. तथाविधः प्रकृते समवायसम्बन्धः, कार्यता अवच्छेदकः, तादात्म्यसम्बन्धश्च कारणता अवच्छेदकः. एवञ्च समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्नकारणत आश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम्। अस्तु, उच्यतां भगिनि। अत्र येन सम्बन्धेन अधिकरणे कार्यमुत्पद्यते सः कार्यत अवच्छेदकसम्बन्धः। अधिकरणे कार्यमुत्पद्यते इदानीं घटकपालयोः मध्ये, अस्तु, घटकपालयोः मध्ये समवायसम्बन्धः कपालः। अस्तु, एवं चिन्तयतु, घटः इति कार्यम्, अस्तु, घटे घटे कार्यता वर्तते, कपालः इति कारणम्, कपाले कारणता वर्तते। तर्हि अधिकरणे कार्यम् उत्पद्यते सः कार्यता अवच्छेदकसम्बन्धः। अस्मिन् उदाहरणे घटकपालयोः मध्ये कार्यतावच्छेदकसम्बन्धः कः? समवायसम्बन्धः। सम्यक्, समवायसम्बन्धः। अस्तु, अनन्तरं येन सम्बन्धेन च कारणं कार्याधिकरणे भवति, कारणं कार्याधिकरणे भवति सः कारणत अवच्छेदकसम्बन्धः। सः कीदृशः सम्बन्धः? अस्माकम् उदाहरणं चिन्तयतु, घटः कपालः, घटः समवायेन उत्पद्यते अपि च घटे कार्यता अस्ति, तर्हि कार्यता अवच्छेदकसम्बन्धः समवायः। अधुना कारणं किम्? कारणं कपालः। कपालः कारणं कार्याधिकरणे केन सम्बन्धेन भवति? कार्याधिकरणे तादात्म्यसम्बन्धेन भवति। हा, बहु सम्यक्, तादात्म्यसम्बन्धेन भवति। अपि च कपाले, कपालः इति कारणं खलु, तर्हि कपाले कारणता इति अस्ति, अतः कारणता अवच्छेदकः सम्बन्धः कः? कारणता अवच्छेदकसम्बन्धः, कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः। तादात्म्यसम्बन्धः, येन सम्बन्धेन कारणं कार्याधिकरणे भवेत् सः कारणता अवच्छेदकसम्बन्धः। शक्यं चेत् इदं चित्रं कुत्रचित् स्थापयित्वा रचयित्वा स्थापयन्तु। अस्तु, घटः कपालः इति उदाहरणं स्वीकृत्य घटः, तस्मात् उपरि कार्यता, हा, घटः इति कार्यं, कपालः कारणं, तस्मात् उपरि कारणता। अस्तु, कार्यतायाः अवच्छेदकः कः? कार्यतायाः अवच्छेदकः समवाय, समवायसम्बन्धः। सम्यक्, कारणतायाः अवच्छेदकः तादात्म्यसम्बन्धः। तादात्म्यसम्बन्धः इदमेव आवश्यकं समवायिकारणस्य लक्षणवाक्यं वक्तुम्। एतावत् अवगच्छति चेत् पर्याप्तम्। अग्रे अस्ति, पठतु भगिनि। भगिनि, प्रश्नः अत्र, घटे अपि समवाय सम्बन्धः अस्ति, किन्तु अधिकरणता अवच्छेदकः किल? प्रश्नः न बुद्धः, इतोपि एकवारं वदतु। घटे कार्यता अस्ति, क्षम्यतां, कपाले कारणता अस्ति, अधिकरणता अपि अस्ति। सत्यम्। अतः अधिकरणता समवायेन अवगच्छामि, भवती किं वक्तुम् इच्छति इति अवगच्छामि। तत्र इदानीं घटः इति पश्यति चेत् तत्र कार्यता अस्ति, तत्र अधेयता अस्ति, घटत्वमपि अस्ति खलु? आं, घटे घटत्वावच्छिन्ना, पूर्वमपि वयं दृष्टवन्तः, घटत्वावच्छिन्ना अधेयता निरूपिता अधिकरणता इति सर्वं दृष्टवन्तः. तथापि भवितुम् अर्हति. परन्तु अत्र समवायिकारणं नाम किं, तस्य लक्षणवाक्यं साधनीयम्. अस्य अनुच्छेदस्य अन्तिमवाक्यम् अस्ति समवायिकारणस्य लक्षणम् इति. तस्य साधनार्थम् इदम् आवश्यकं भवति. समवायसम्बन्धः कार्यतायाः अवच्छेदकः, तादात्म्यसम्बन्धः कारणतायाः अवच्छेदकः. एतद् भवति चेत् तर्हि समानाधिकरण्यम् अपि च समवायसम्बन्धः इति नियमाः परिपालिताः भवति समवायिकारणम् इति वक्तुम्. अस्तु अस्तु अस्तु अग्रे पठति वा वर्धिनी भगिनी. स च सम्बन्धः, स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्न, इतरकारणताभ्यश्च प्रकृतकारणता भिन्न इति बोधयति. तथाविधः प्रकृतेः एकनिमिषः, अत्र स च सम्बन्धः कः सम्बन्धः समवायः इति स्वीकुर्मः. स च समवायसम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना इति बोधयति. यतोहि वयं दृष्टवन्तः तत्र समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति त्रीणि सन्ति खलु. अत्र अत्र कार्यता अस्ति समवायसम्बन्धावच्छिन्नकार्यता. अपरेषु स्थलेषु असमवायकारणता असमवायसम्बन्धः कोऽपि भवति, तत्र असमवायिकारणं भवति. परन्तु अस्मिन् प्रसङ्गे समवायिकारणः समवायसम्बन्धः एव कार्यतायाः अवच्छेदकः अस्ति इति कृत्वा भिन्नतां स्थापयति. तथा एव कारणता अपि तादात्म्यसम्बन्धेन अवच्छिन्ना भवति. प्रकृतकार्यता इत्युक्ते अधुना यः चर्च्यमाना अस्ति कार्यता सा. प्रकृतकारणता भिन्ना इति बोधयति. लक्ष्मी भगिनी बुद्धं वा? अस्तु अग्रे. तथाविधः प्रकृतेः समवायसम्बन्धः कार्यता अवच्छेदकः, तादात्म्यसम्बन्धश्च कारणतः अवच्छेदकः. समवायसम्बन्धः कार्यता अवच्छेदकः, तादात्म्यसम्बन्धश्च कारणतः अवच्छेदकः. एवञ्च समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित निमित्त तादात्म्यसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम्. अस्तु, समवायिकारणस्य लक्षणवाक्यं किम् अस्ति? समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणताश्रयत्वं समवायिकारणस्य लक्षणम्. नाम समवायसम्बन्ध अवच्छिन्न कार्यता, सा कार्यता कुत्र अस्ति? कार्यता घटे अस्ति. तया कार्यतया निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता, तादृश तादात्म्य सम्बन्धावच्छिन्न कारणता कुत्र अस्ति? कपाले अस्ति. कपाले, हा, कपाले इति अस्ति इति कृत्वा कपालः आश्रयः. तादृशी, हा, तादृशी कारणतायाः आश्रयः कपालः, तस्मिन् आश्रयत्वम् अस्ति. कीदृशम् आश्रयत्वम् इति पुनः वदनार्थम् एतत् सर्वम् आवश्यकम्. समवायसम्बन्धावच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्न कारणताश्रयत्वम् इति तस्य आश्रयत्वं तस्य आश्रयत्वम् अस्ति कपाले, अतः कपालः समवायिकारणम् इति उच्यते. एवमेव घटः रूपम् अनयोः मध्ये अपि घटे एतादृशी आश्रयता अस्ति अथवा आश्रयत्वम् अस्ति. अवगतम् अवगतं वा? अत्र कोऽपि प्रश्नः प्रश्नः नास्ति इति मन्ये. अस्तु अस्तु तर्हि अग्रे रत्ना भगिनी पठति वा? आं भगिनि पठामि. एतादृशकार्यकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च सिद्धे एको घटः इति घटे एकत्वावगाहि प्रत्ययः तयोः समवायमेव प्रकाशयति. संख्यायाः घटस्य च समवायात् परन्तु एकं रूपम् इति प्रतीतिः जायमानम् अपि जायमाना अपि एकत्वरूपयोः समवायं न प्रकाशयति. दर्शितरीत्या संख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायीकारणत्वा असम्भवात्. अतः इयं प्रतीतिः तयोः समवायं न अवगाहते. किन्तु समवायघटितसमानाधिकरण्यम् एव. एकस्मिन् एव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते. अस्तु उच्यतां भगिनि एकमेकं वाक्यं पठित्वा. एतादृशकार्यकारणभावे कार्यम् इत्युक्ते उदाहरणं घटं घटः कारणं कपालः भावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायीकारणत्वे च सिद्धे एकः घटः इति घटे एकत्वा अवगाहि प्रत्ययः तयोः समवायमेव प्रकाशयति. भावकार्यं मात्रं न अवगच्छामि भगिनि. अत्र भावकार्यम् इत्युक्ते अभावः इत्यपि कार्यं भवति खलु, प्रध्वंस अभावः, तेन घटस्य नाशः भवति. अत्र पूर्वं पठितवन्तः मुद्गरपातनेन घटस्य नाशः प्रध्वंसाभावः इति, तदपि कार्यं. परन्तु अत्र अस्माकम् अवधानं भवति केवलं भावकार्यस्य विषये. अस्तु, प्रध्वंसाभावस्य विषये रूपम् एकः इति सर्वं न भवति एव. यदा घटः भवति तदा एकः घटः इति प्रतीतिः. भावकार्यमात्रं प्रति द्रव्यस्य समवायीकारणत्वे च सिद्धे एकः घटः इति घटे एकत्व अवगाहि प्रत्ययः तयोः समवायमेव प्रकाशयति. इत्युक्ते घटे एकत्वम् अस्ति, एकः घटः इति वदामः चेत् घटे एकत्वम् अस्ति. एकत्व अवगाहि प्रत्ययः, प्रत्ययः इत्युक्ते ज्ञानं, प्रतीतिः. एकत्वावगाहि प्रत्ययः इत्युक्ते एकत्वावगाहि ज्ञानं. एकत्वावगाहि इत्युक्ते यस्मिन् एकत्वं दृश्यते अथवा अवगाहते. अस्तु इति अत्र एकत्वस्य घटस्य च समवायसम्बन्धः अस्ति गुणगुणिनोः यथा. प्रकाशे संख्यायाः घटस्य च समवायात् संख्यायाः घटस्य इत्युक्ते एकम् इति वदामः चेत् तस्य घटस्य समवायसम्बन्धः. परन्तु एकं रूपम् इति प्रतीतिः जायमानम् अपि एकत्वरूपयोः समवायं न प्रकाशयति. इत्युक्ते साधारणतया यदि वदामः एकं रूपम् इति वदामः, किन्तु तत्र एकत्वस्य च रूपस्य समवायसम्बन्धः नास्ति. दर्शितरीत्या सङ्ख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्व असम्भवात्. इत्युक्ते सङ्ख्या अपि गुणं, रूपमपि गुणं, सङ्ख्यारूपगुणं प्रति रूप अनयोः मध्ये समवायीकारणता अस्ति वा इति प्रश्नः. न, तस्य अवगमनार्थं समवायीकारणस्य लक्षणवाक्यम् आसीत् खलु, समवायसम्बन्धावच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्धावच्छिन्न कारणता आश्रयत्वम्. तादृशम् आश्रयत्वम् एकत्वे अस्ति वा अथवा रूपे अस्ति वा? आश्रयत्वं द्वयोः अपि नास्ति. नास्ति खलु. उभौ अपि उभयोः अपि घटः आश्रयः. तर्हि एतत् सर्वं यत् उक्तवन्तः, समवायसम्बन्धावच्छिन्न कार्यता निरूपित इत्यादिकं, तादृश आश्रयत्वं रूपे अपि च एकत्वे अपि नास्ति. तर्हि एकः अपरस्य समवायिकारणं न भवति एव इत्येव उक्तं. दर्शितरीत्या सङ्ख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्व असम्भवात्. अतः इयं प्रतीतिः तयोः समवायं न अवगाहते. प्रतीतिः इत्युक्ते यथा वयं सामान्यरीत्या वदामः एकं रूपम् इति, तत् तयोः समवायं न अवगाहते. किन्तु समवायघटित समानाधिकरणकारण्यम् एव, तेषां समानाधिकरणं दर्शयति. अपि च केन सम्बन्धेन? समवायघटित समवायेन साधित रूपं घटे समवायेन, एकत्वम् अपि घटे समवायेन, तयोः मध्ये समानाधिकरण्यं, समान अधिकरणं, तस्य भावः समानाधिकरण्यम् इति अस्ति. तत् समानाधिकरण्यं केन साधितम्? समवायेन साधितम्. समवायेन साधितं तदेव समवायघटितसमानाधिकरण्यम्. अस्तु अग्रे भगिनि. एकस्मिन् एव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते. पुनः तदेव उक्तं, रूपं घटे समवायेन वर्तते, एकत्वं घटे समवायेन वर्तते इति. अस्तु, इति स्पष्टं स्यात् इति मन्ये तत्र. अस्तु, सरला भगिनी अग्रे पठति वा वाक्यत्रयं? वाक्यद्वयम् अस्ति अन्तिमवाक्यम्. अतः तयोः समानाधिकरणं समवायघटितम् इति स्पष्टम्. एवं च घटे समवायेन विद्यमानम् एकत्वं समानाधिकरणेन रूपे प्रतीयते इति तादृशज्ञानस्य अपि निर्वाहः शवयः कर्तुमिति दिक् शक्य कर्तुमिति दिक् द्वे गुणौ यदि एकम् अधिकरणम् अस्ति समवायसम्बन्धेन द्रवे अस्ति, समानाधिकरणम् अस्ति तस्य. यदि अहं पूर्वं पठितवन्तः घट् एकत्वं रूपं द्वयोगुणो एक घटे अस्ति, घटे घटसमानाधिकरणं भवति, संख्यायाः अति अपि रूपस्य गुणस्य घटम् एक समानाधिकरणम् अस्ति. तत् स्पष्टमस्ति, समानाधिकरणं समवाय घटितम् इति स्पष्टम्. एवं च घटे समवायेन विद्यमानम् एकत्वं समानाधिकरणरूपं प्रतीयते इति तादृशी ज्ञानस्य अपि निर्वाह. तर्हि एकं रूपम् अपि कर्तुं शक्यते. हा, अत्र किमस्ति इत्युक्ते साक्षात् समवायसम्बन्धस्य निर्वाहः नास्ति एकत्वरूपयोः मध्ये. आम्, केवलम् इदं ज्ञायते यत् रूपमपि समवायेन घटे, एकत्वमपि समवायेन घटे, समानाधिकरण्यं साधितं केन सम्बन्धेन? समवायसम्बन्धेन. अतः एकत्वं समानाधिकरण्येन रूपे इति वक्तुं शक्नुमः. एकं रूपम् इति यदा भवति, वयं दृष्टवन्तः किमर्थम् एकं रूपम् इति आगतं. पूर्वं वयं दृष्टवन्तः शब्दः वायुः तयोः मध्ये कीदृशः सम्बन्धः आसीत्. तयोः स्वं समवायी, स्वं समवायी संयुक्ततत्त्वसम्बन्धेन कारणं परम्परासम्बन्धः. अधुना एकत्वरूप एतौ अपि असमवेतगुणौ. अस्माकं मूलचर्चा आसीत् असमवेतगुणानां ज्ञानम् इति, खलु? शब्दः वायौ असमवेतः गुणः, तयोः मध्ये परम्परासम्बन्धः अथवा स्वसंयुक्तत्व स्वसमवायी संयुक्तत्वसम्बन्धः. अधुना तथा एव एकत्वं रूपम् असमवेतः गुणः, तयोः मध्ये समवायघटितसामानाधिकरण्यम् इत्येव सम्बन्धः अस्ति इति अस्ति विषयः. एकत्वं समवायघटितसामानाधिकरण्येन रूपे प्रतीयते इति वक्तुं शक्नुमः. भगिनी, अन्तं शक्य कर्तुम् इति तस्य दिक् इत्युक्ते अत्र अलं पर्याप्तम् इत्यस्य अस्ति. अस्तु अस्तु, कोऽपि प्रश्नः अस्ति वा? भगिनि, एतस्मिन् विषये न, किन्तु अन्यत् विषये किञ्चित् अस्ति. अस्तु अस्तु, समवायसम्बन्धः गुणगुणिनोः क्रियाक्रियवतोः जातिव्यक्तयोः अवयवावयविनोः एतत् सर्वम् अवगच्छामि. विशेषनित्यद्रव्ययोः अपि किल? तस्य उदाहरणं किञ्चित् स्मरति वा इदानीं? तत्र नित्यद्रव्यम् इत्युक्ते किं? परमाणु. परमाणुः परमाणुः खण्डः अथवा भागः न भवति, खलु? परमाणुषु भेदस्थापनाय विशेषम् इति, तदर्थमेव उक्तं नित्यद्रव्यविशेषयोः मध्ये अपि समवायः एव इति. अस्तु, इति पञ्चस्थलेषु अस्ति समवायसम्बन्धः यथा भवत्या उक्तम्. अस्तु भगिनि, धन्यवादः. अस्तु, शुभरात्रि. धन्यवादः. शुभरात्रि.